समासचिन्तनवर्गे सर्वेषां स्वागतम्। ओमष्टायी जगन्मादा यस्य सिद्धात् समुत्थिता वेदानामुपकाराय तस्मै पाणिनये नमः। शब्दब्रह्मसमाराध्य कृतवान् यो विवक्षणम् सर्वाश्चर्यमिदं शास्त्रं तस्मै पाणिनये नमः। येन दौता गिरः पुंसां विमले शब्दवादिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। शर्मला भगिनि सूत्राणि वद् पठितुम् इच्छति वा? पठामि महोदय। तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगत्यात् गतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वाक्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसो समोनार्थकलहनिपुणमिश्रश्लक्ष्मैः कृतकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्येन व्यजनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः शोकान्तिकदूरार्थकृच्छ्राणि तेन सप्तमीषौण्ढैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे कृत्यैर्णे संज्ञायां तेनाहोरात्रा वयावयवः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्राधिभिः सामान्यप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरजघन्यसमानमध्यमध्यमवीराश्च श्रेणादयः कृतादिभिः तेन नैविशिष्टेनान्नन्य सन्महत्परो परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे कोटायुवतिस्तोककतिपयदृष्टिधेनुवशावेहद् वष्कयणीप्रवृत्तश्रोत्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवाखलति अलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मेयुर्व्यंसकादयश्च पूर्वापराधरोत्तरमेकदेशी नैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याण्यन्यत्रस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषत्कृता षष्ठी याजकादिभिश्च न निर्धारणे पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिष्काभ्यां कर्तरी च नित्यं क्रीडाजीवजीविकयोः कुगतिप्रादयः उपपदमति अमैवाव्ययेन तृतीया प्रभृतिन्यतरस्यां कृत्वा च तत्पुरुषसमासान्तसूत्राणि तत्पुरुषस्याङ्गुलेः सङ्ख्याव्यवादेः अह सर्वैकदेशसङ्ख्यातपुण्याच्चरात्रेः अह्नोन्नः एतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्यां राजा सखिभ्यष्टच् गोरतद्धितलुकि अग्राख्यायामुरसः अनोशामस्मर अन अनोष्मायस्सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतिः शुनः. उपमानात् प्राणिषु उत्तरमृगपूर्वाच्च सक्थनः नावोद्विगोः अर्धाच्च खार्याः प्राच्यां द्वित्रिभ्यामञ्जलेः अनसन्तान्नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमहद्भ्यामन्यतरस्याम्. धन्यवादः. तृतीयतत्पुरुषसमासस्य चतुर्थसूत्रमस्ति कृत्यैरधिकार्थवचने इति. कृत्यै प्रत्ययान्त कृदन्तपदानाम् अधिकार्थवचने इत्युक्ते स्तुतिनिन्दाया बोधयितुम् इच्छन्ति चेत् अधिकार्थवचनम् उच्यति. तेन विवक्षायां कृत्यप्रत्ययानां योजनं कृत्वा तृतीया सुबन्धेन सह कृत्यन्तं पदं योजयित्वा तृतीया तत्पुरुषसमास उपजायते इति. गोमती भगिनी पठति वा? पठामि महोदय. चतुर्थबिन्दुः न आम् चतुर्थबिन्दुः कर्तरीकरणे च तृतीयान्तस्य सुबन्धस्य कृदन्तेन सह तृतीया तत्पुरुषसमासः भवति स्तुतिविषये नो चेत् निन्दार्थकविषये. सूत्रं कृतेरधिकार्थवचने इति. कर्तृकरणयोः या तृतीया तदन्तं सुबन्धं कृत्यैः सह समस्यते अधिकार्थवचने गम्यमाने विभाषा तत्पुरुषश्च समासो भवति. अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः तव्यत् अनियरः इत्यस्मात् सूत्रात् आरभ्य नुल् तृचौ इति सूत्रपर्यन्तं ये प्रत्ययाः उक्ताः ते सर्वे कृत्यप्रत्ययाः सन्ति. अर्थात् तव्य तव्यत् अनियर् ण्यत् यत् क्यप् केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति. एते प्रत्ययाः कर्मार्थे अथवा भावार्थे भवन्ति. अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये किमपि आरोपितम् अधिकं वदनम् अधिकार्थवचनम् इत्युच्यते. स्तुतिनिन्दाप्रयुक्तम् अध्यारोपितार्थवचनम् अधिकार्थवचनम्. पूर्वसूत्रेण अयं समासः प्राप्यते चेत् अपि पाणिनिना पृथक् सूत्रं कृतं यतोहि नियमार्थम् इदं सूत्रम्. अधिकार्थः अध्यारोपितार्थः तस्य वचनम् अधिकार्थवचनम्. तस्मिन् अधिकार्थवचने षष्टितत्पुरुषः कृत्यैः तृतीयान्तम् अधिकार्थवचने सप्तम्यन्तं शुभमन्त्रदे पराङ्गवस्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कटारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सः सुपा इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः अस्ति. तत्पुरुषः इत्यस्य अधिकारः कर्तृकरणे कृता बहुलम् इत्यस्मात् सूत्रात् कर्तृकरणे बहुलम् इत्यनयोः अनुवृत्तिः. तृतीया तत्कृतार्थेन गुणवचनेन इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्ति. अनुवृत्तिसहितसूत्रं कर्तृकरणे तृतीया सुप् कृत्यैः सुब्भिः सह अधिकार्थवचने बहुलं तत्पुरुषः समासः. सूत्रं कृत्यैरधिकार्थवचने कृत्यैः अधिकार्थवचने इति द्विपदं सूत्रम्. पूर्वसूत्रात् कर्तृकरणे तृतीया तत्पुरुषः समासः बहुलं सुप् सः एतानि पदानि अनुवर्तन्ते. सूत्रस्य अर्थः भवति कर्तृकरणार्थे यत् तृतीयपदं तृतीयसुबन्धं पदम् उक्तं तत् पदं कृत्यै प्रत्ययेन सह समस्यते. तत्समयं समये तत्र अर्थः भवति अधिकार्थवचनम्. अधिकार्थवचनम् इत्युक्ते अधिकं वचनम् अधिकावचन अधिकार्थवचनम् निन्दा भवतु या स्तुतिः भवतु इति अधिकार्थवचनस्य अर्थः भवति. अतः कृत्यैः इत्युक्ते कृत्याः इति एकं सूत्रमस्ति अष्टाध्याय्याम्. तदेक अधिकारसूत्रम् अपि अस्ति. तस्मिन् सूत्रे तव्य तव्यत अनिय ण्यत यत क्यप केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति. एषां नामानि भवन्ति कृत्याः कृत्यप्रत्ययाः इति. कृत्यप्रत्ययः अपि कृत् प्रत्ययः एव धातोः इत्यस्मिन् अधिकारे एव ते अपि कार्यम् वर्तन्ते. कृत्यैः अधिकार्थवचने तृतीयसुबन्धं पदं तृतीया यद् उक्तं पदं कर्त्रार्थे अथवा करणार्थे उक्तं पदं समस्यते. तत्समये अधिकार्थवचनं भवति. पूर्वस्मिन् सूत्रे कर्तृकरणे कृता बहुलम् अपि कृत् प्रत्ययाः एवं स्वीकुर्मः वयं. कृत्यः अपि कृत् प्रत्ययः एव. अत्र भिन्नं सूत्रं नियमार्थं कृतम् इत्युक्ते कृता बहुलं तत्र सर्वाणि कृत् प्रत्ययानि स्वीकर्तुं शक्नुमः. अत्र कृत्याः प्रत्ययः एव स्वीकरणीयं. तदपि ते यदा अधिकार्थवचनं वदन्ति तत्र एव इति सूत्रार्थः. तव्यतनियर् तस्मात् नुल् तृचो इन् बिट्वीन् वाट् एवर् सूत्रार्थं दे रेप्रसेण्ट् कृत्या प्रत्ययः. अस्तु, अत्र अधिकार्थवचने कीदृश विभक्ति अस्ति, अर्थः कः? अधिकार्थः अत्र दत्तम् अध्यारोपितोर्थः. अर्थम् अध्यारोपितम् अस्माकं मनसि किं भवति तस्य आरोपणम् अध्यारोपणं भवति. अतः यदा समस्तपदं दृष्ट्वा अर्थः ईसिलि वी केनाट् से वाट् एवर् इस् द विवक्षा इन् द वक्तुः मैण्ड् दट् ओन्लि वि हेव् टु एक्सेप्ट् दट् इस् दि अधिकार्थः इति अर्थस्य इति पदस्य अर्थः. विभक्तिः किम्? अधिकार्थः इत्युक्ते प्रथमा विभक्ति. तस्य विभक्ति किम्? अधिकार्थवचने अत्र षष्ठी तत्पुरुषः इति दत्तम्. अधिकार्थवचने सूत्रे द्विपदमिदं सूत्रं कृत्यैः प्रथमम् अधिकार्थवचने इति सप्तमी कीदृशसप्तमी ओ कीदृशसप्तमी अधिकार्थोचितं विषयसप्तमी वा सप्तमी त्रिविधम् इति जानाति वा विषयसप्तमी परसप्तमी निमित्तसप्तमी अत्र विषयसप्तमी अस्ति सूत्रार्थ अधिकार्थवचने इति सप्तमीपदं किं सूचयति इति कृत्वा अधिकार्थवचनविषये इति अर्थं भवति तत्र अधिकार्थवचने इति अधि इति पदम् अध्यारोपित सूचयति अर्थ पदं किं सूचयति विवक्षा सूचयति पदस्य अर्थस्य तत्र अध्यारोपितविवक्षा वचनम् इति अध्यारोपितवचनेन विवक्षायं भवति तुरीय अथवा निन्दा भगिनी भगिनी म्यूट् करोतु सम्यक् न श्रूयते क्षम्यता एकहि शब्दः अर्थद्वयं सूचयितुं शक्यते स्तुति अथवा निन्दा विवक्षा किमस्ति इति कण्टेक्स्ट् इफ् यु सी द कण्टेक्स्ट् ओन्लि यु केन् मेक् औट् वेदर् इट् इस् अ स्तुति आर् अ निन्दा for depend upon vivaksha of the situation so but the word can mean have both stuti and ninda in the one word but now we will see the example but that will become clear but basically the krityai is a purva padam which has got 7 krit pratyayah tavyat tavyat aniyar nyat yat Kyap and Kelimar. Kelimar is not there in the direct Paninya Sutra. It comes from the Vartika, Kelimar. And all of them are used in Bhavarte, Karmarte Adava Bhavarte Bhavanti. These 7 Sutras are always for Bhava Karmanoho, Arte Eva Bhavati. So that is why these 7 are grouped together and called Kritya Pratyaya by the Bhashyakara Patanjali. And it is there in the Sutra also, mentioning that Kritya iti, Sutra Daktamasti iti. Kritva, Kartra Karane, Kartrarte Tritiya, Adavan Karanarte Tritiya Subantam, Kopi Sapta, Krit Pratyaya Bhava Karmana Bhavarte, सुबन्धं कृदन्तं पदं भवति तस्य सुबन्धं सुबन्धेन सह समस्यते इति तृतीया तत्पुरुषसमासस्य सामान्यनियमः अस्ति किन्तु अत्र अधिकार्थवचने इति सूत्रे दत्तमस्ति इति कृत्वा अध्यारोपितस्तुतिनिन्दायां सूचयति चेत् कृदन्तपदम् अधिकार्थवचनं सूचयति चेत् कृत्यै कर्तृपदस्य अथवा करणपदस्य तृतीयान्तपदस्य सह समासं कर्तुं अस्य सूत्रस्य कारणेन कृत्यैरधिकार्थवचने इति तत्र बहुलम् इति उक्तत्वात् बहुलस्य प्रसक्तिः अस्ति तत्पुरुषः समासः एवम् अधिकारद्वयम् अपि अत्र प्रबलमस्ति इति एव तस्य प्रक्रिया तु समानमेव पूर्वपदम् उत्तरपदं विभक्ति एतेषां कोऽपि पृथक्त्वं नास्ति अत्र अत्र रोहिणी भगिनी पठति वा कृत्यप्रत्ययाः कर्मार्थे अथवा भावार्थे च भवन्ति इति तत्र आरभ्य महोदय एकः प्रश्नः अधिकार्थवचने अर्थं न अवगतं महोदय अधिकार्थवचनम् इत्युक्ते अध्यारोपित अर्थं सूचयति कृत् प्रत्यययोजनेन सुबन्धं यद्भवति. चिन्तयतु एकं पदं कृत्य प्रत्यय सप्त तव्यत् तव्यत् अनियर् यत् न्यत् क्यप् केलिमत् पदानां कृतन्तानां योजनेन कृत् कृतन्तपदं अर्थं सूचयति स्तुति या निन्दा इति कर्तृपदम् अथवा तृतीयकरणपदं तृतीयान्तपदस्य सहितं योजयित्वा तृतीयतत्पुरुषसमासः भवति. यथा उदाहरणे वातेन छेद्यम् इति छेद्यम् इति कृत्यप्रत्यययोजनेन कृदन्तपदम् अस्ति छेद्यम्. तत्र छेद्यस्य अर्थद्वयं भवति कोमलता अथवा बलहीनता दुर्बलत्वम् उभयमपि अस्ति. सुधि अस्ति कोमलता, निन्दा अस्ति बलहीनता. अर्थद्वयं सूचयति इति कृत्वा अधिकार्थवचनं भवति छेद्यम्. तत् कृतन्तपदं वातेन इति करणार्थ तृतीयान्तपदमस्ति इति कृत्वा तयोः योजनेन तृतीयान्तसमस्तपदं भवति वातच्छेद्यम् इति. इति एव यस्य सूत्रस्य अर्थम् अवगतं भवति. अस्तु, गोमती भगिनी पठतु. अहं पठामि. आम्, मम एकः संशयः अपि अस्ति. कृतैरधिगातवचने इत्यस्य प्रथमवाक्ये अधिगातवचने गम्यमाने विभाषा तत्पुरुषसमासो भवति इति उक्तम्. अत्र अधिगातवचने गम्यमाने दट् मीन्स् अधिगातवचने सति, अत्र सति सप्तमी भवति वा विषयसप्तमी भवति इति मम संशयः. अधिगातवचने अस्ति चेत् ओण्डि कृत्यैरधिगातवचने इति सूत्रं प्रवर्तते. अत्र अधिकार्थवचने इति सूत्रे विषयसप्तमी अस्ति, किन्तु अधिकार्थवचने गम्यमाने विभाषा. अत्र अधिकार्थवचने गम्यमाने सति इति सतिसप्तमी भवति. गम्यमाने योजयित्वा अधिकार्थवचने विषयसप्तमी सतिसप्तमी भवति गम्यमाने योजनेन. विशेषणविशेष्यभावं भवति इति कृत्वा अधिकार्थवचनविषयशब्देन शब्दं गम्यमाने सति विभाषा तत्पुरुषसमासः भवति इति अस्य अर्थं भवति. यत्र यत्र गम्यमाने इति योजयितुं चेत् सति सप्तमी एव भवति. गम्यमाने सति इति सम्पूर्णम् अर्थं भवति. आं महोदय, अहम् अग्रे पठामि. प्रत्ययाः कर्मार्थे भावार्थे च भवन्ति. तव्यत्तव्य भवितव्यं, कर्तव्यं, पठितव्यं, गन्तव्यम्, अनीयर भवनीयं, करणीयं, पठनीयं, गमनीयं, यत् भाव्यं, कार्यं, कृत्यं, पेयं, स्थेयं, ज्ञेयं, ज्ञेयं, देयं, श्रव्यं, न्यत् पाठ्यं, गम्यं, दृश्यं, लेख्यं, ग्राह्यं, प्राप्यं, क्यप् ब्रह्मवद्यं, शिष्यः, आदृत्य, स्तुत्य, ब्रह्महत्या, अश्वहत्या, ब्रह्मभूयं, देवभूयं, केळिमर् केळिमर् उपसङ्ख्यानमिति वाक्येन विधीयते. पचेलिमाः माषाः, चेलिमः, बिदेलिमा, दहेलिमः, कृत्यप्रत्ययः भावार्थे अथवा कर्मार्थे उपयुज्यते. अत्र उदाहरणं दत्तं तव्य अथवा तव्यप्रत्ययः चेत् उदाहरणानि भवितव्यं, कर्तव्यं, पठितव्यं, गन्तव्यम् इत्यादीनि. अनीयप्रत्ययः चेत् भवनीयं, करणीयं, पठनीयं, गमनीयम् इत्यादयः. यत् प्रत्ययः चेत् भाव्यं, कार्यं, कृत्यं, पेयं, स्थेयं, नेयं, ज्ञेयं, देयं, श्रव्यम् आदीनि. नेत् प्रत्ययः चेत् पाठ्यं, गम्यं, दृश्यं, लेख्यं, ग्राह्यं, प्राप्यम् इति. क्यप्रत्ययः चेत् अत्र ब्रह्मवद्यं शिष्यः आगत्य स्तुत्य ब्रह्महत्य अश्वहत्य ब्रह्मभूयं देवभूयम् इत्यादीनि. केलिमर् एकैकं वाक्येन एव क्यप् कृत्यप्रत्ययः भवति. अत्र उदाहरणानि दत्तानि पचेलिमा माषाः, चिदेलिमा, बिदेलिमा, दिदेलिमा इत्यादीनि. अत्र क्रिया अहं न जानामि. एते सप्तप्रत्ययाः. अत्र पाड्यं, पाड्यम् इत्यस्य वृद्धि सिद्ध्यति. पठ पाठ भवति, परन्तु गम्यम् इत्यत्र गम्यम् एकमेव, गाम्यं न भवेत् भवति. तत् किम् इति न जानामि. अस्तु, अत्र पश्यतु, तव्यत् तव्यत् इति सर्वे जानन्ति. तव्यत् प्रत्ययं पठनीयं, गमनीयं, भवितव्यं, कर्तव्यं, तव्यत् तत्र तव्यत् प्रत्ययस्य ऊर्ध्वद्वयमस्ति. अनियत् अपि तत्र लेखस्य इत् लोपं कृत्वा तत् अपगच्छति. भवनीय, भवनीयं, तत्र सर्वं नपुंसकलिङ्गे एव दृश्यते. भवनीयं, करणीयं, पठनीयं, गमनीयम् इति एवं. यत् यण्यत् अत्र अजन्त अजन्त अङ्गमस्ति कृत्वा यत् प्रत्ययः विधीयते. यदि हलन्त्य हलन्त अङ्गमस्ति कृत्वा तत्र यत् न भवति, तत्र ण्यत् भवति. अत्र ण्यत् इति णित् अस्ति इति कृत्वा अतुपद इति सूत्रेण अकारान्त उपत उपास्य वृद्धिः भवति इति पट् पाठ् भवति. अत्र गम्यम् इति मकार हलन्तम् इति कृत्वा ण्यत् अस्ति चेदपि वृद्धिः अथवा गुणः न भवति. उपधा अकारान्त उपधा अस्ति इति कृत्वा तस्य पुगन्धलघु उपधस्य इति सूत्रमपि न भवति. किन्तु किं न वर्तते अत उपधायाः इति सूत्रं न प्रवर्तते. तत् किं कार्येण इति न जाने. विशिष्टसूत्रमस्ति भवती तत्र प्रपाद्य निषेध्यं कर्तति. तत् निषेध्यं भवति तत् कारणेन गम धातुतः कृत्य विशिष्टसूत्रमस्ति. गमधातु अस्ति कृत्वा तस्य विधिः निषिध्यते विशिष्टसूत्रेण. तदेव दृश्य दृश्य तत्रापि दृश्य तत्रापि ऋकारस्य अर् न भवति. किन्तु लिख् धातुतः लिख् इकारस्य एकार भवति पुगन्धलघुपदस्य इति सूत्रेण. ग्राह्य तत्र गृह् ग्राह्य भवति, तत्र विधि भवति. प्राप्य तत्रापि प्राप् इति पूर्वमेव अस्ति, तत् तत्र कोऽपि न कार्यं न भवति, केवलं ण्यत् प्रत्ययं योजयित्वा भवति. तत्र क्यप्रत्ययस्य विषये ब्रह्मवद्यम् इति नपुंसकं, शिष्यः आदि अदृत्यः स्तुत्यः त्रीणि पदानि पुल्लिङ्गे अस्ति. ब्रह्महत्या, अश्वहत्या इति स्त्रीलिङ्गे, एवं ब्रह्मभूयं देवभूयं नपुंसकलिङ्गे. केलिमत् प्रत्ययस्य पचेलिम इत्युक्ते पच् पचन पचनं कर्तुं शक्यम् इति अर्थं भवति. छिदेलिम तत् छेदं कर्तुं शक्यं, भिद्यं कर्तुं शक्यं, दहनं कर्तुं शक्यं दहेलिम इति. यदि विकृतप्रत्ययानां विषये अत्र सन्दर्भकारणेन चिन्ता अस्ति. सूत्रविषये कृत्प्रत्ययानां प्रक्रिया न चिन्तनीयम् अत्र. अस्य अग्रे पठामि महोदय. अग्रे पठामि. अग्रे पठतु, उदाहरणं पठतु भगिनि. यथा वातेन छेद्यं तृणं वादच्छेद्यं वातेन छेद्यं वायुना तृणम् अच्छिद्यते वादेन चेतुं योग्यं तृणम् इत्यर्थः. कोमलत्वेन स्तुतिः दुर्बलत्वेन निन्दा च इदम् उभयं समासेन यत्र गम्यते तत्र एव अयं समासः इति विशेषः. तृणस्य अत्यन्तकोमलतां वक्तुं नो चेत् अत्यन्तदुर्बलत्वं वक्तुम् अधियातवचनम् अस्ति. वादच्छेद्यम् इति समासः स्तुति निन्दा द्वयोः अर्थयोः उदाहरणम् अस्ति. वादच्छेद्यम् इति स्तुतेः उदाहरणम् अस्ति. तृणस्य तादृशकोमलता अस्ति इत्यतः वायुना सुलभेन अच्छिद्यते. वादच्छेद्यम् इति निन्दायाः उदाहरणम् अपि अस्ति, अर्थात् तृणम् अत्यन्तदुर्बलम् अस्ति इत्यतः वायुना सुलभेन अच्छिद्यते. वातयोग टा योग छेद्ययोगसु इति अलौकिकविग्रहः. छिद् दासः कृत्यसंज्ञकः ण्यत् प्रत्ययः विधीयते चेत् छेद्यम् इति कृत्यप्रत्ययान्तः शब्दः निष्पन्नः भवति. समासे छे च इति सूत्रेण हस्वस्य तुगागमः भवति चेपरे. वातयोगतुक् योगच्छेद्यं वातयोगतुक् योगच्छेद्यं वादच्छेद्यं वादत् छेद्यं जलां जशौन्दे इत्यनेन जष्टुं स्तोश्चुनश्चुः इति सूत्रेण च्युत्तं गरिज इत्यनेन चर्तं भवति. अतः वादच्छेद्यम् इति समासः भवति कृत्यैरधिगातवचने इति सूत्रेण. अत्र कृत्यैरधियातवचने इति सूत्रम् अधियातवचनं निन्दायाः विषये अथवा स्तुत्यर्थविषये भवति. वादेन छेद्यम् इति तृणम् इत्यस्य तृणस्य अत्यन्तकोमलता इति विवक्षा चेत् तत् स्तुत्यर्थं भवति. तृणस्य अत्यन्तदुर्बलता निन्दाविषये चेत् अपि कृत्यप्रत्ययः भवति. अत्र विवक्षानुसारं कृत्यप्रत्ययः भवति. अत्र निन्दाविषये अत्यन्तं दुर्बलम् इति ड्रै अदि इति निन्दाविषये, अत्र स्तुतिविषये कोमलता इति. अत्र समासः विभाषा भवति. तदा तदर्थं वादच्छेद्यम् इति समस्तपदम् अथवा वादेन छेद्यम् इति व्यस्तप्रयोगः अपि भवति. वादेन छेद्यं तृणं वादच्छेद्यं वादेन छेद्यम् इति अपि उपयोगं भवति. अथवा अत्र वादच्छेद्यम् इति प्रत्ययः प्रक्रिया उच्यते. वादयोग तुक् योगच्छेद्य अत्र तुगागमः भवति. हस्वस्य कृति कृति तुक् इति सूत्रेण अपि च छे च इति सूत्रेण अत्र तुक् आगमः भवति. वातयोग तुयोगच्छेद्यम् अत्र तकारस्य जकार भवति जलां जशोन्दे इति सूत्रेण. क्षम्यताम्, वातयोग तुक् योगच्छेद्यम् अत्र स्तोश्चुनाश्चु इति सूत्रेण तकारस्य चकारं भवति घरि जकारं भवति छेद्यम् इति घरिच इति सूत्रेण अत्रेण चकारम् अवधि भवति. वादच्छेद्यम् इति पदं निष्पन्नं भवति इति चिन्तयामि. धन्यवादः. अत्र भगिनी भवती पठितं पठितव्य But when we are reading ucchedyate, you are saying achedyate. Just so that is one thing which you corrected. Now here, yeah, here if you look at in the Kashika, what is adhikartha vachanam he is defining here? Stuti ninda prayuktam adhyaropitartha vachanam adhyachanam adhikartha vachanam. That is stuti ninda prayuktam adhyaropitartha vachanam. So one word which has both the meaning. It is not that if it is stuti word alone you should use or ninda word alone use it. One word can denote both stuti and ninda at the same time. Such a word when it is being used as a adhyaropitam, the stuti and ninda will be mostly what you call gunam, you know, at least that is what the adjectives which are used for the stuti or ninda. And that is adhyaropitam on a vastu, whether that vastu has got the guna, positive guna or negative guna, it doesn't matter. In one vastu, if you can add the adjectives of both positive and negative quality, can be derived by the same word. One word can derive both the meaning. Such a word when used as an adjective, that becomes the adhikartha vachanam. This is what is the exact meaning of that. Stuti ninda prayuktam adhyaropitam. Adhyaropitam vartam artam bhavati stuti ninda ekameva padasya. Tasya adhyaropita gunam kasmin arthe vastuni yojayitva adhikartha vachanam bhavati. इति काशिकाया प्रथमवाच्यमस्ति स्तुति निन्दा प्रयुक्तम् अध्यारोपित अर्थवचनम् अधिकारण अधिकार्थवचनम् इति दट् इस् द वन् थिङ्ग् विच् ऐ थाट् ऐ शेर् इट् सो हियर् छेद्यम् इस् वन् वर्ड् द छेद्यम् इफ् यु लुक् अट् द छेद्यम् इट् डजन्ट् हेव् एनी मीनिङ्ग् लैक् स्तुति ओर् निन्दा इट् सेस् एलिजिबल् फार् कटिङ्ग् दट्स् आल् But how did the word meaning of stuti or ninda happen? When you add a tritiyantam karanapadam or krittupadam to a word of a krittantapadam which has a bhava karmana artham, you know, karma bhava karmana artham bhavati kritya yojanena. Now that word, by if you look at chedyam by itself, it doesn't have any quality. It says it is cuttable or, you know, breakable. But the moment the tritiyanta padam comes, the vivaksha changes. Now if it is churigaya chedyam, it is not a ninda or a studi, because the worth of churiga is to cut only. So when you say churigaya chedyam, then it is not an adhikartha vachana. But the moment you have vadena chedyam, yeah, manjuna, if you say that by cotton, you know, if you use, I don't know the Sanskrit word for it, by, you know, cuttable by, you know, a, what you call, small, which is very, not having this quality of cutting. So if you use that, but it results in a meaning where that, you know, there is a stuti or a ninda can be derived out of that by the two words together. Only in such condition, krittir adhikartha vachane iti sutrena vadachedyam iti adhikakapeyam ityadi examples can come. But if you look at independently the purvapadam and uttarapadam, they do not have any ninda or stuti. That only quality should be that the kridanta padam, uttara padam should be in the karma bhavartham. Then when the tritiyanta padam comes, that tritiyanta padam bhavartham of the krit pratyaya will be derived, whether it can be adhyaropa isti va na vasti iti chintaniyam. Then we can say pratyayar adhikartha vachane is the sutra because of which this samasta padam has happened. Okay. Pushpa Bhagini? Dhanyavada Bhagini. Mahodaya. Rohini Bhaginiyah prashnasya samadhanam अत्र अस्ति वदामि वा अतो गमधातु तत्र हलन्दमस्ति अतः यत् शुड् नाट् हेपन् बट् अपवादरूपेण पोर पोर् अदुपधात् इति सूत्रं तत्र आगच्छति सो बिकास् आफ् दार् सूत्रं नेत् प्रत्यय डसन् हेपन् देर् यत् ओन्लि हेपन्स् that is why it is gamya idi prakriya gamo yoga yattam I know some yeah, the reason is 3198 sutram mahodaya okay you can check later but this is the answer okay yeah I know one special sutra is the one which is making the change for the gamya Yeah. Gamayami, Gamayami, that is Dhatu Adesha. This is not Dhatu Adesha. We are talking about the Prispratyaya. Yattar Nya. This says Poho Adupadata. That is Pavargantam Bhavativa Adupadata. Dhatu Bhavativa. Mahodaya? 31, what is the number? 3198, that is the Apavada Sutra. 98. Po Adupadat. Po Adupadat. Yeah. What does it say? It says, Poho, power... Poho, power God, Dhatoho, Akara Adupadat, Yat Pratyava Bhavati, Nyat Shavadaha. अदुपदा इति किं कोऽयं गोप्यं गोप्यं तपरकरणं सत्कार्यार्थम् आद्य सो दिस् इस् गम् Yeah, gum it is, it will come under that. I don't see gum here. Gum will come under that, Mahodaya. I have checked. Gum, yoga, yet what happens, I checked. I got the answer, gamya, iti. Atra, I don't see it. Mahagachati. Bhagini, atra, anunasika varanaha asti, na gum. Gum dhatu. तथैव नकारस्य प्रभावः नास्ति अत्र नकारः लोपः भवति इति मन्ये नो भगिनी यु डोण्ट् हाव् टु गो टु दट् डीटेल्स् इट् इस् जस्ट् अकारः उपधायाम् अस्ति अनन्तरम् अत्र कृत्यप्रत्ययः शुड् हेपन् एण्ड् दि फैनल् पदम् इस् गम्य देन् हौ केन् बि द प्रक्रिया So we can use Nyat there because Nyat can happen after Halanda Dhatuhu. Yat right. can happen only after Ajanta Dhatuhu. It is basic rule asti. Right. So here Gamo iti Halanda Dhatuhu. Ataha Nyat only should happen. But Tatra Apavada Rupena this sutram comes. Poho Adupadhat iti Sutram comes. That Sutram, what it says is, here, Nyat will not happen, At only will happen. So, he gives examples like Labhyam, Shapyam, Damyam, Etani, Udaharanani api, Asti, Santi. Yeah. So, this is the Sutram, Mahodaya. Anya Padani, I do not know how the Prakriya comes, but at least Gamya is the answer. They haven't given that term, unfortunately. No, Gomati Bhagini, yeah. Gam Dadu Pavarga Antyam Nasti, na? इट्स् नाट् देट् इस् वै इट् कम्स् अण्डर् द सेकेण्ड् केटेगरी अदुपधा धातु. No, the, in that, in the Adubada also, if you look at the Adubada, here yeah. you see, if you have, they see Adubada, here, here you see. Mahodai, Makaratu, Pavargan, Pavarga, Pavargiya Varanakalu, Gam, Ityatra. Papa, Baba, Ma. Papa, Baba, Ma, ah, Gam, Gam, Makarat, right. पवर्गान्तधातु अपि च उपधायाम् अकारः अस्ति तस्य दीर्घत्वम् अचोनिति न भवति न अचोनिति अपवादः अस्ति भवति क्षम्यताम् अथ उपधायाम् इत्यनेन न भवति सत्यं सम्यक् रैट् अस्तु अतः द्वितीयम् उदाहरणं पठतु कृपा भगिनी एकनिमिष भगिनि महोदय वाचनच्छद्यं ओके ऐ हेव् टु रीड् फ्रम् द फ्रम् मै ओन् टेस्टिङ्ग् बिकास् इट्स् वेरि डिफिकल्ट् फ्रम् मी टु रीड् टु स्माल् देन् लेटर्स् काकैः पेया नदी काकपेया नदी काकेन पातुं योग्या इत्यर्थः काकेन पातुं योग्या इत्यर्थः पेया इत्यत्र यत् प्रत्ययः अर्हार्थे विहितः अस्ति इत्यत्र यत् किं कपेया अस्ति यत् अस्ति पूर्णतोयत्वात् तटस्थैः काकैः अपि पातुं शक्यते इति स्तुतिः अल्पतोयत्वेन निन्दा वा एकनिमिषः तद् पूर्णतोयत्वात् तटस्थैः काकैः अपि पातुं शक्यते इति स्तुतिः अल्पतोयत्वेन निन्दा वा स्तुतिः तादृशी नदी या जलेन पूरिता वर्तते यत्र काकाः अपि तीरे उपविश्य जलं पातुं शक्नुवन्ति अर्थात् नद्याः प्रशंसा अस्ति निन्दा equals, I don't know how to say equals. Tadrushi nadi, ninda tadrushi nadi, yasyam jalameva nasti atava jalasya nyunata vartate, yatra kakaha api sarala ritya jalam patum shaknuvanti. Atra ninda gamyate. Kakapeya nadi ityatra strutihi. निन्दाद्वयम् अपि ज्ञायते काका परे पठामि एतत् परे पठामि न पठतु काका योगः बिस् योगः पेया योगः सु इति अलौकिकविग्रहवाक्यः विग्रहः अलौकिक ग्रहः प्रिण्टिङ्ग् मिस्टेक् न अलौकिकविग्रहः पादातुतः कृत्यसंज्ञकः यत् प्रत्ययः विधीयते चेत् कृत्यसंज्ञकः यत् प्रत्ययः विधीयते चेत् पेया इति स्त्रीलिङ्गरूपं निष्पन्नं भवति पेया अस्तु यत् यत् अस्तु काकपेयः पेया इति समासः भवति कृत्यै अधिकार्थवचने इति सूत्रेण अस्तु काकपेया अस्तु अत्र काकैः पेया नदी नद्यां काकैः पातुं शक्नुवन्ति पातुं शक्यते इति वदति अत्र काकपेयानदी इति वदनेन काकेन पातुं योग्या इति अर्थः. तत्तु योग्या कथम् आगच्छति अत्र काकेन पातुं योग्या इति अर्थः? योग्यः कथम् आगच्छति वा महोदय अत्र? करणभावार्थे कृत्यप्रत्यययोजनेन योग्यार्थं भवति भवितुं. तद् योग्यार्थम् अस्तु अस्तु अस्तु. पातुं योग्या इत्यर्थः. पेया इत्यत्र यत् प्रत्ययः यत् आगच्छति पेयां अत्र तकारस्य लोपः यकारः अकारः एव तिष्ठति. यकारः अपि अस्ति अत्र पाया पातुं. हा अस्तु. तत्तु स्त्रीलिङ्गः अपि अस्ति इति परे तिष्ठति. पूर्णतोयत्वात् तटस्थैः काकैः अपि पातुं शक्यते इति स्थितिः. तत्तु पूर्णतयोत्वात् पूर्णतोयत्वात् जलं यदि नदी पूर्णतोयत्वात् शक्यते. स्तुतिः कथम् आगच्छति अत्र? नदी सम्पूर्णम् इति स्तुतिः भवति न? यदि नदी सम्पूर्णा अस्ति चेत् नद्याः स्तुतिः भवति न? स्तुति कति कथम् आगच्छति? इफ् द रिवर् इस् फुल् द रिवर् वैब्रेण्ट् यु काल् द रिवर् इस् फुल् फुल् फुल् आफ् वाटर् यु काल् इट् एस् ए स्ति न? Oh, really? That I didn't know. Okay, okay. Yeah, and suppose there is no water in the river, you will say, is this a river? There is no water at all. It's a Ninda. So one oh, side... Oh, okay, okay, okay. And then when it is... Alpatayotvan, astra, astra, satra, alpatayotvena, Nindava. Astra, astra. Tadaiva, opposite. Right. Giving opposite meanings and different meanings. Astu. Stutihi tadrushi nadi ya jalena purita vartate aastu. Taddan maya artam nagachati purve. Vartate yatra kakaha api tire upavishya jalam patum shaknuvanti. Astu, astu. Purataya asti chet te kakaihi api नद्यां पातुं शक्नुवन्ति शक्यते शक्नुवन्ति ते अपि सम्यक् अस्ति न? परन्तु अत्र तृतीया अस्ति तथैव शक्यते इति आगच्छति. सम्यक् मिश्रग्रहणेन कथम् एतद् आगच्छति मध्ये? ओहो, ऐ टु मूव् बेक्. ऐ एम् सारि, ऐ इन् द मिडल् इट् वेण्ट् बेक् टु प्रीवियस् स्तोत्र सूत्र नो दत् नखैः निर्भिन्नः तत्तदपि पूर्वे. क्षम्यताम् ऐ डिण्ट् डु एनिथिङ्ग् अण्ड् इट् जस्ट् वेण्ट् बेक्. ओके, अस्तु यत् अत्र अस्ति काकै पूरतया सम्यक् क्षम्यताम्. अल्प अस्ति चेत् तत्तु निन्दा अस्ति इति नद्यां निन्दा अस्ति इति स्तुतिः. तादृशी नदी काका अपि तीरे उपविश्य जलं पातुं शक्नुवन्ति. अत्र प्रथमाविभक्ति शक्नुवन्ति अस्ति. अर्थात् नद्याः प्रशंसा अस्ति. अस्तु अस्तु. निन्दा तु न तादृशी नदी तलं जलमेव नास्ति अथवा जलस्य न्यूनता वर्तते तत्र काकाः अपि सरलरीत्या जलं पातुं शक्नुवन्ति तत्र निन्दा गम्यते हा द्वे अपि ते कुर्वन्ति न जलं स्तुति अस्ति अस्ति या न्यूनम् अस्ति तत् तदपि ते ऐ मीन् काकैः पातुं शक्नुवन्ति काकपेया नदी इत्यत्र स्तुतिः निन्दा द्वयम् अपि ज्ञायते यत्र स्तुतिः निन्दा द्वयमपि ज्ञायते अस्तु अस्तु काकपेया इति वदनेन द्वे अपि आगच्छति निन्दा अपि आगच्छति स्तुति अपि आगच्छति इति वदति अत्र अलौकिकविग्रहवाक्यं काका काकायोगः बिस् काकैः अत्र बिस् योगः पेया योगः सु अत्र सु नास्ति बिस् नास्ति काकैः एव तिष्ठति काकैः इति अलौकिकविग्रहवाक्यः पादातुतः कृत्यसंज्ञकः यत् प्रत्ययः विधीयते यत् विधीयते चेत् पेया इति स्त्रीलिङ्गरूपं निष्पन्नं भवति तदेव पूर्वे उक्तं न काकपेया इति समासः भवति कृत्यैः अधिकार्थवचने इति सूत्रेण तद् द्वे अपि कार्यं करोति अत्र काकपेया द्वे अपि पूर्णतया अस्ति चेत् अपि आगच्छति अति अपि काकैः पातुं शक्नुवन्ति न्यूनम् अस्ति चेत् अपि नद्यां काकैः पातुं शक्नुवन्ति इति अस्ति न धन्यवादः सम्यक् न सम्यक् धन्यवादः धन्यवादः अत्र अस्मिन् कृत्यैरधिकार्थवचने इति सूत्रेण किं भवति इति यदि काकैः इति तृतीयान्तपदं सुबन्धं नास्ति चेत् पेया नदी इति दृश्यते चेत् स्तुति या निन्दा न अवगम्यते पेया नदी इत्युक्ते नदी नदी अस्मिन् नदी कस्मिन् जलमस्ति तज्जलं पातुं शक्यते इति कृत्वा पेया नदी इति एव अर्थं भवति किन्तु तृतीयान्तं काकैः इति सुबन्धं योजनेन तत्र अध्यारोपं भवति काकैः पेया इति काकपेया इति अधिकार्थवचनशब्दं निष्पन्नं भवति पूर्णतोयत्वात् तटस्थैः काकैरपि पातुं शक्यते अल्पत्वेन निन्दा अपि अवबोधो जायते इति कृत्वा तृतीयान्तपदं योजनेन एव अधिकार्थवचनम् अपि भवति इति कृत्वा कृत्यैरधिकार्थवचने इति सूत्रेण एव अति विभाषा कृत्वा रूपद्वयं भवति काकपेयाः अथवा काकैः पेया नदी नदी इति कृत्यैरधिकार्थवचने इति सूत्रस्य उदाहरणमस्ति तत्र अरुणा भगिनी पठितुं शक्यते वा आं महोदय चेच इति आरभ्य पठतु चेच षष्ठमध्याये प्रथमपादे द्विसप्ततमसूत्रं चकारे परे अश्वस्वरस्य तुक् आगमो भवति तुक्कित् अस्ति अतः अद्यन्तौ टकितौ इत्यनेन यस्य आगमः अस्ति अत्र हस्व अवयवस्य तस्य अन्ते आयाति चे सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं अश्वस्य पिति कृति तुक् इत्यस्मात् अश्वस्य तुक् इत्यनयोः अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अश्वस्य थुक् छे च संहितायाम् छे च सूत्रं वदति चकारे परे अश्वस्वरस्य उत्तरपदं चकार अस्ति पूर्वम् अश्वस्वर अस्ति चेत् तुक् आगमो भवति तुक् इति ककार अस्ति अतः कित् अस्ति आद्यन्तौ पठितौ इति संज्ञासूत्रं परिभाषासूत्रं हरि अतः परिभाषासूत्रमस्ति परिभाषासूत्रेण विधिसूत्रमस्ति विधीयते इत्यनेन अस्य आगमः अस्ति हस्वस्वरस्य अन्ते आयाति अत्र आद्यन्तौ टकितौ खित् अस्ति आदि टकार अस्ति चेत् आदि प्रति आदि आगच्छति कित् अस्ति चेत् स्वरस्य अनन्तरं भवति अनुवृत्तिसहितसूत्रम् अत्र हस्वस्य थुक् छे च संहितायां संहितायाम् इति अधिकारः अस्ति केवलं संहिता विषमय अस्ति अङ्गकार्यम् अतः नास्ति हस्वस्य हस्वस्वरस्य तुक् छे परे च संहितायाम् इति अनुवृत्तिसहितसूत्रम् अत्र रोहिणी भगिनी भवती उक्तवती हस्वस्य प्रतिकृति तुक् अस्मिन् सूत्रम् अत्र कार्यं न करोति केवलं तस्मात् अनुवृत्ति भवति ह्रस्वस्य तुक् अनयोः सूत्रं चेच एव विधिसूत्रम् अस्ति अत्र ह्रस्वस्य एवं तुक् इति अनुवृत्तिरूपेण आयाति कृत्वा अनुवृत्तिसहितसूत्रं भवति ह्रस्वस्य ह्रस्ववर्णस्य तुक् आगमं भवति छे परे संहितायां विषये इति इति अत्रापि हे परे अपि अत्र यस्मिन् सूत्रात् अनन्तरम् अस्ति इति कृत्वा अनुवृत्तिरूपेण आयाति ऋणभगिनी अग्रिमपरिच्छेदमपि पठतु काशिकामर् आं महोदय काशिकारस्य काशिकाकारस्य मतेन कृत्यप्रत्ययेन केवलं यत् ञत् इति प्रत्ययोः एव ग्रहणं न तु तव्यतादीनां कृत्यग्रहणे यत् ञतौ ग्रहणं कर्तव्यम् अतः काकिः पातव्या इत्यादिषु समासः न भवति काशिककार वदति कृत्प्रत्यय केवलं यत् प्रत्यय कृत्प्रत्यय यत् प्रत्ययोः एव ग्रहणं न तु तव्यत् अनेयर् अन्य क्यप् केवल अप्रत्ययपदे न भवति उदाहरणं दत्तं काहिः काकिः पातव्या इत्यादिषु समासः न भवति अवगतं वा भगिनि न अवगतं यदि सूत्रं काचिककारमतम् अवगतं परन्तु उदाहरणं न सम्यक् न अवगतम् काकिः पातव्या कार्यं न करोति इति, तव्यत् न कार्यं न करोति. अत्र उपरि सप्तकृत् प्रत्ययानां कृत्यप्रत्ययान्तर्भूता इति उक्तं, कर्मार्थे भावार्थे च. तत्र तव्यत् तव्य अनीयर् यत् न्यत् क्यप् एलिमर् सप्तकृत्यन्त प्रत्ययानाम् उदाहरणं दत्तमस्ति. काशिकारस्य मतेन तव्यत् तनीयर् अनीयर् क्यप् एलिमर् एतेषां कृत्यैरधिकार्थवचने इति सूत्रे न प्रयक्तव्यं, केवलं यत् न्यत् अनयोः प्रत्ययेन कृदन्तं भवति चेत् तृतीयान्तपदसुबन्तेन सह न्यतन्तं यतन्तम् अथवा न्यतन्तं पदम् अस्ति चेत् एव अधिकार्थवचनं भवति, न तु तव्यत्तनियर् अनियर् यप् आर् केलिमर् इति. अत्र अस्य परिच्छेदस्य अर्थमस्ति काचिकारस्य मतेन कृत्यै प्रत्ययेन इत्युक्ते सप्तप्रत्ययेषां केवलं यत् न्यत् इति प्रत्ययोः एव ग्रहणं, न तु तव्यादीनाम् इत्युक्तत्वात् तव्यत् तव्यत् अनियर् केलिमर् क्यप् एतेषां एतेषाम् अस्मिन् सूत्रे न प्रयुक्तव्यम् इति. धन्यवादः भगिनि. धन्यवादः महोदय. काकिके किं काशिकारः वदति, काशिकारः वदति न न काकि काकि काकि काकि नेतव्या पातव्या पातव्यः इति उत्तरपदं, काकिः पेतव्य इति पातव्य. काकिः किं विभक्ति इति मया विस्मृतं. काकि तत् सप्तमी वा न वा दृश्यते. काकिः अस्ति सप्तमी नास्ति तत् काकः इति अकारान्त ककाः काकः इति अकारान्तपुल्लिङ्गमस्ति. काकः अकारान्त तत्र काकिः अत्र कथम् आगच्छति? न तत्र मुद्रणदोषम् अस्ति इति. मुद्रणदोषम् अस्तु अस्तु काकः अस्तु अस्तु अस्तु तदेव ओके अस्तु अस्तु अस्तु महोदय. काके काकेन पेतव्या नेतु न अधुनातु काकैः यथा पूर्वं दृष्टं काकैः पातव्यं काकैः इति रूपद्वयं भवति. काकेन न तु काके काकैः पातव्य इति तत्र मुद्रणदोषमस्ति. धन्यवादः भगिनि. गीताञ्जलि भगिनि अत्र काशिकाकारस्य इति भवति इति चिन्तयामि, न तु काशिकारस्य काशिकारस्य काकिः इति समासः न भवति. वन् हेव रिटर्न् काशिका काशिकारस्य इति न भवति इति चिन्तयामि. न न न भगिनि, समस्तपदस्य पूर्वपदं काकः पातव्य उत्तरपदम्, तत्र काशिकारस्य कोऽपि उल्लेखः नास्ति. काशिकारस्य उल्लेखः कत्र? केवलं न्यत् न्यत् प्रत्ययोः एव ग्रहणं न तु प्राधान्यं. तत् वचने एव काशिकारस्य टैपिङ्ग् मिस्टेक्, इट् शुड् बि काशिकाकारः नाट् काशिकार. That is what Kashikakara. Kashikakara se matade. That's just a typo. Okay, you are talking about Kashikarasya. I thought she is using this Kakihi word for Kashikarasya. No, no. Here it is Kakena atava Kakaihi, Patavya. There are only two words which can come there. Tritiyantam, Padam, Subantam. Kakaha iti akarantam, Pullingamasti Krutva. काशिकारस्य काशिककारस्य इति तत्रापि मुद्रणदोषमस्ति, अत्रापि मुद्रणदोषमस्ति. देर् इस् वन् मोर् प्लेस् वेर् मुद्रणदोषं वास् देर् नो वट् वेर् इस् दट् There is one more place where the mudran dosham was there, no? In the beginning, Mahodaya. अत्र नास्ति काकैः नास्ति पूर्वे वि जस्ट् डिस्कस्ड् शर्मिला डू यू रिमेम्बर् You know, it's the moment you said we were discuss something, it slipped my mind as well. Anyway, okay, let us move. After the class, I am sending the correction email to Vidya Bhagini to correct the Karapatram, so that she can correct it. You know, before today, the next class. Yeah. So this is one Parichayada which I have to send, and I was looking where is other place. Anyway, I'll go through that again and send it. Okay. Gitanjali Bhagini Padati Va? Shvabhir Lehya. Amahodaya. Shvabhir Lehyaha. Shvalehyaha Koopaha. Shvabhihi Ityatra. कर्त्रर्थे तृतीया कृता अस्ति कूपे बहुन्यूनं जलम् अस्ति येन शुनकः अपि जलं लेढि लिखि अत्र स्तुत्यर्थे अस्ति शुनकेन जलं लिह्यते इति कृत्वा जलम् अशुद्धं जातम् इत्यर्थे तु निन्दा गम्यते लिह् इति धातुतः ण्यत् प्रत्ययः विधीयते चेत् लेह्य इति रूपं सिद्ध्यति अत्र एकम् अन्य उदाहरणमस्ति श्वभिर्लेह्यः इति समस्तपदं निष्पन्नं भवति तत्र लिह् धातु समस्यते शुनकः इति लिह् धातुतः समस्यते चेत् तृतीया विभक्ति स्वीकृत्य इत्युक्ते श्वभिः भवति श्वभिः लेह्यः इत्युक्ते विशिष्ट अर्थः स्तुत्यर्थ अस्ति चेत् इति वयं तु कूपः इति कूपे शुनकः अपि जलं लेढितुं शक्नोति चेत् तु निन्दा भवति किन्तु स्तुत्यर्थे अस्ति चेत् इत्युक्ते श्वभिः श्वभिः अपि जलं लेढितुं शक्नुमः इत्युक्ते कूपः तु कथं वक्तुम् इच्छामि इत्युक्ते डीप् अस्ति चेत् तेन अपि शुनकः शक्यते इति चेत् स्तुत्यर्थे अस्ति इति महोदय अत्र जलं बहु न्यूनं जलम् अस्ति येन शुनकः अपि जलं लेति इति स्तुतिवाक्यं भवति यदि शुनकस्य पिबनेन तस्य अशुद्धता भवति कृत्वा निन्दा अपि भवति इति अवगतं किन्तु स्तुति इत्युक्ते कूपः तु डीप् अस्ति किन्तु तत्र न्यूनं जलम् अस्ति चेत् अस्ति चेत् पातुं शक्यते चेत् एव स्तुति भवति वा तत्र अहमपि चिन्तयामि इट् इस् नाट् अ वेरि डीप् वेल् इट् इस् अ शार्ट् वेल् where even that, you know, dog by the standing by the side can lick the water of the kupa. Astu, tattu, so, tattu ninda arthi asti. There is confusion as for which is ninda vishuddham. Ashuddham bhavati chet ninda bhavati iti, and we can think about it. But, itara bahu nyunam jalam iti uktatva, तस्य निन्दा भवति वा स्तुति कथं भवति इति एव चिन्ता स्तुति भवति इत्युक्ते कोऽपि पशवः अस्ति चेत् तत्र तत्र अति बहु न्यूनम् इति निष्कासनं कृत्वा कूपे सम्पूर्णजलम् अस्ति येन शुनका अपि लेटुं शक्यते किन्तु सुखेन जलं लिख्यते कृत्वा अशुद्धत्वं भवति इति अत्र बहु न्यूनम् इति सम्यक् नास्ति अत्र सम्पूर्णं भवति चेदेव सम्यक् स्तुतिः भवति अस्तु सम्पूर्णम् अस्ति चेत् स्तुतिः भवति वा आम् तथा कूपं कीदृशं कूपम् अस्ति You can call it as a kupa only when it is a deep place, no? Otherwise, you don't call it as a kupa, right? Tadaiva aham manye mahodaya. Bhagini, you are right. Deep asti, kintu jalam sampurnam asti. Iti kritva sunakaha tadatire stitva jalam padam shakyate. Kintu jalam sukena पीत्वा अशुद्धं कृतम् इति कृत्वा निन्दा भवति अत्र बहु न्यूनम् इति सम्पूर्णम् इति परिवर्तनं करणीयम् ओ अस्ति वा अहं मन्ये महोदय न्यूनं जलम् अस्ति चेत् अपि शुनकः पातुं शक्नोति चेत् इत्युक्ते स्तुति भवति इत्युक्ते कोऽपि पशुः भवेत् तस्य जलं किं तस्य कृते जलम् अस्ति तत्र न्यूनम् अपि अस्ति किन्तु अस्ति एव इति स्तुति इति मन्ये इवन् लिटल् वाटर् इस् देर् इट् इस् एट् लीस्ट् अवेलेबल् टु आल् दि एनिमल्स् इवन् अ डाग् केन् लिक् इट् इति दट् इस् रैट् ओके विवक्षा किम् अस्ति इति तत्र भगिनि लेह् इति लिह् धातुतः ण्यत् प्रत्यये योजनेन एव लेह्य भवति कृतन्तेन सह तृतीयान्तसुबन्धं योजयित्वा कृत्यैरधिकार्थवचने इति भवति स्तुतिनिन्दार्थे धातुतः योजनेन न शक्यते But you are telling Dhatu, Dhatu in all the time. Tritiyantam Dhatu. It is not Dhatu, it is Kritanta Padam. Uttara Padam, Avashyam Kritanta Padam, Masti Chedeva. Kintu Dhatu, Nyat Prat. No, Dhatu Yojanena Dhatu Na Bhavati. Tadanandaram Dhatu Eva Na Asti. Astu Asti. Pradipatikam Bhavati, na? संज्ञापदं भवति सत्यं महोदय एक अन्य किञ्चित् मम मनसि भ्रम जातः पूर्वस्मिन् परिच्छेदे एकं दत्तं तत्र सप्त प्रत्ययाः सन्ति तत्र अन्तर्भूता इति सूत्रे किन्तु केवल यत् स्वीकरणीयम् अन्यथा न स्वीकरणीयं किमर्थं महोदय अस्मिन् सूत्रे कृत्यैरधिकार्थवचने इति अधिकार्थवचनस्य उक्तत्वात् काशिकारस्य मतं भवति यत् ण्यत् योजयित्वा एव अधिकार्थवचनस्य अर्थ अवजायते. अत्र सी इफ् यु आर् यूसिङ्ग् भवनीयम् आर् करणीयम् इट् हेस् गोट् ए कर्म करण कर्म कर्म कर्मार्थं विच् इस् नो गिविङ्ग् एन् इन् पासिटिव् इण्डिकेशन् दट् यु शुड् डू इट् रैट्. भवनीयं मीन्स् शुड् हेपन्, करणीयं मीन्स् शुड् डू इट् रैट्. So it cannot come as an adjective. Only if you use yat and nyat, you will get an adjective. In all the other cases, what you see, patitavyam, bhavaniyam, and, you know, in the kelimar, kyap, I don't know much. I can't say what about it. But in all, in these cases, what happens is, it is giving a positive indication to the kridandam. लैक् चे पचेलिमा मीन्स् पचनं कर्तुं योग्यं भवति न. वेर् आस् वेन् यु से हियर् इन् द यत् अण्ड् न्यत् वाट् हेपन्स् इस् दट् इट् फार्म्स् ए कृदन्तं विच् केन् बि यूस्ड् एस् एन् अजेक्टिव् अण्ड् वेन् इट् बिकम्स् एन् अजेक्टिव् यु केन् ब्रिङ्ग् अध्यारोपं स्तुति या निन्द. But when you bring it, see, let us use an example of bhavaniyam, for example. Now instead of padaniyam, gamaniyam, let us use the word pa. Pa, pibane, for drink purpose. Now, kakaihi, patavyam. How do you say pa dhatu? Paniyam. पानीयं काकैः पानीयम् इति वस् अस्ति चेत् केन् यु गेट् ए स्तुति ओर् निन्दा मीनिङ्ग् औट् आफ़् इट् विवक्षा न जानामि. ऐ मीन् इट् इस् नाट् पासिबल् बिकास् द मोमेण्ट् यु से पानीयम् इट् इस् अ पासिटिव् थिङ्ग् विच् यु शुड् डू यु नो द कौ द क्रो शुड् ड्रिङ्क् रैट्. So, there the kakapahaniyam, what is that? Kakapahaniyam nati. Do we get stuti ninda in that meaning? Because crow should drink, when you say that, you cannot bring a ninda walk there, no? When you say you should drink. Astu. Then Vidya Bhagini said that yat, when I said what is yat and nyat, I don't know. Then eventually she said they mean the same thing as savyat and aniyat. That means they also mean should. Then. See, now here you have got payam, right? In that kaka payam. So, I basically feel that, you know, it has got less, it only shows that it is drinkable, whereas not should drink in the case of aniyar or tabiat. Oh, you think meaning is different. Yat and nyat is more like yogyata. Yogyata. Tabiat, aniyar, it you say should. Should, yes. Oh, astu. I think that is the reason why Kashikara says only yat and nyat should be used for the krityer adhikartha vachane iti kritya pratyayas in the sutra. Astu mahodaya, dhanyavada. Astu, anyway, that is anything else? I'll have to ask the other, what is the other word where the... Who was reading then? I can't remember. Where did I find that? Was it Rohini Bhagini who was reading or Gomati Bhagini? Or Pushpa Bhagini? That's not reading. Yohini was not reading. Yeah, you are not reading, so it has to be from... I think I mind we did find the two. Kaki. Yeah, that is one parichara is very clear. Kashika karasya, it's a ka is missing, and kaki is need to be corrected. So this parichara is... That is where you read Pushpa Bhagini. Yeah. But I think it must have been before I joined. Maybe. Yeah, it's before you. Beginning itself. I joined like about 5 minutes later. So maybe it must have been before I came. So the beginning of the sutra. Right. Anyway. So, anything else? Because there is one more thing, Nakair Nirbina, that example is how it is becoming Ninda or Stuti, we don't know. So, Nakair Chetyam. So, let us say, Nakair Chetyam, what will be Uttaravadam? Pushpam? So, how will it be? Chetyam. Will it be Ninda? We don't know. Hmm. Yeah, but in the this one, Vastram api agatam shaknoti. Vastram nakai chedyam. So sudhi or ninda kadam bhavati iti chindaniyam. Ah, tad. Sudhi kadam agachati nakai chedyam iti vadamena. Right. I mean, I'm thinking only the tigers or lions. See another example given in the ashtadhyayi.com is that kantaka sancheya odana. So that is sancheya iti kritandam krityandam krityeya kantaka che sancheya odana iti. Tatrabi, I was looking for that in the Bhashya or other places, Tattvabodhi and Balamanorama. Nowhere given is that date. So, how does that become a Stuti Ninda Arte, Kantaka Sanjaya, the example, how does it come? We don't know. Meaning kim? Sanch. Accumulate. Samahar. To accumulate in the throat is the meaning. Accumulated, possibly to be accumulated in the throat is the meaning. Now, how does Odana, it mean? Odana means rice. Rice, yeah. Rice. Kantaka Sanjaya means accumulatable in the throat. In the throat. Astu. We'll stop. Ninda. Here. Ninda katam agachati atra. Yeah, Ninda we don't know. That is how that word Ninda can be used in that Kantaka was Kanta Sanjaya Yodana, you know, in that one. Here in this one is given no Bhashpa Chedanani Tranani. Vayu Chedyam, Vada Chedyam. Another example given is Bhashpa Chedyani Trinani. Bhashpa Chedyani means by the hue or fog. Fog. Ho. Fog. How can a fog cut a grass? Bhashpa is fog? Fog? Yeah, Bhashpa is water particles, no? Bhashpa. It's a vapor. Trinani. Vapor. Trinani. Well, Truna is grass. Yes. So how can Bhashpa Chedyam Trunam? Mahodaya, Bhagini. There must be another meaning. Mahodaya, Bhagini was telling in the class, you know, it is mostly happens, these things in the Kavyas. So according to the Sandarbham, you know, we cannot say, you know, what the Kavi has earlier said or after said, we do not know. Yeah. We just know only the Samastapada. So we are right, confused. Right. That's right. You are right, Bhagini. you know, unless we see the context, we will not be able to make out the total meaning of it. They are not normally used in the Dharika Bhasha. Yeah, that's right. We'll have to use the C where it has been used, then only we'll be able to find out. Okay, we'll stop here. That's just again. Dhanyavadaha. Dhanyavadaha. Dhanyavadaha. Dhanyavadaha.